अद्य अस्माकं चिन्तनवर्गे वयं तुह्यो स्तातङ् आशिष्य अन्यतरस्याम् इति सूत्रस्य प्रसक्तिः विषये चिन्तनं कुर्मः. बोनस् इत्यस्मात् आरभ्य अवलोकनं कृत्वा अनन्तरं इतोपि विषयान् चर्चयामः. अस्तु वा? अस्तु. तातङ् इति विषये तत्र अन्तादेशः सर्वादेशः इति प्रश्नः भवति खलु. तत्र गतसप्ताहे अपि वयं पठितवन्तः तस्य कस्य सूत्रस्य प्रसक्तिः भविष्यति अस्मिन् विषये इति पठितवन्तः. तत्र तातङ् तुष्यो स्तातङ् आशिष्यन्यतरस्याम् इति सूत्रमस्ति खलु. तत् सूत्रं किं वदति? कोऽपि संक्षिप्तरूपेण वक्तुमिच्छति वा? किं सूत्रं भगिनि? तुह्यो स्तातङ् आशिष्यन्यतरस्याम्. अत्र भगिनी तु हि इत्यनयोः स्थाने तातङ्ग् विकल्पेन आदेशः भवति आशीर्वादार्थे इति. तत्र तातङ्ग् कस्य स्थाने भवति? तु इति पूर्णतया प्रत्ययस्य स्थाने भवति वा, हि इति प्रत्ययस्य पूर्णतया स्थाने भवति वा, अथवा केवलम् उकार इकारस्य स्थाने भवति वा इति प्रश्नः. स्मरन्ति वा? तदेव अन्तादेशः वा सर्वादेशः वा इति प्रश्नः खलु. तर्हि तत्र कानि सूत्राणि कार्यार्थम् आगच्छन्ति इति बालसुब्रह्मण्यमहोदयः भवान् एकवारं वदति वा, कथं कानि सूत्राणि तत्र भवन्ति इति? प्रथमः अलोन्त्यस्य, तदनन्तरं नितिश ततः पूर्वं अनेकाल्सित् सर्वस्य, तदनन्तरं ङिति च. ङिच्च इति ङिच्च इति अलोन्त्यस्य अनेकाल्सित् सर्वस्य ङिच्च. सूत्रत्रयस्य विषये एव गतसप्ताहे वयं पठितवन्तः. महोदय, अलोन्त्यस्य इति सूत्रं किं वदति इति भवान् वक्तुं शक्नोति वा? अलोन्त्यस्य इति यत्र आदेशः सम्भवति स्थानि षण् अन्तिम वर्णे एव आदेशः भवति. अन्तिमवर्णस्य स्थाने एव आदेशः भवति. सर्वे स्मरन्ति खलु? अन्तिमवर्णस्य स्थाने एव अलोन्त्यस्य इति सूत्रस्य कार्यं भवति. तस्य उदाहरणं एकं सूत्रम् अस्ति. विजया भगिनी तस्मिन् विषये वदति वा? अहं तु न स्मरामि. उपकारपत्रे अष्टमे पुटे अलोन्त्यस्य इति सूत्रम् अस्ति. सूत्रं पश्यति वा? पश्यामि. बोनस् इति ततः अधोभागे अलोन्त्यस्य सूत्रम् अस्ति. अलोन्त्यस्य तस्य सूत्रस्य उदाहरणम् अपरमेकं सूत्रम् अस्ति अधोभागे. पश्यति वा? षष्ट्यन्त्यस्य अलस्थाने अलोन्त्यस्य कुत्र अस्ति? अलोन्त्यस्य तत्र सार्व यथा सार्वधातुक अर्धधातुकयोः. अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रम् उदाहरणसूत्रम् अस्ति. कस्य उदाहरणं कस्य सूत्रस्य उदाहरणं गुणः न अलोन्त्यस्य इति सूत्र अत्र सूत्रत्रयस्य विषये एव अस्माकं चर्चा भवति अलोन्त्यस्य अनेकाश्चित् सर्वस्य निच्च अलोन्त्यस्य इति सूत्रस्य उदाहरणं सार्वधातुक अर्धधातुकयोः अनन्तरम् अनेकाश्चित् सर्वस्य इति सूत्रस्य उदाहरणं किं राजी भगिनी वदति वा आं भगिनि आं भगिनि अलोन्ति सर्वस्य उदाहरणम् अपि अलोन्तस्य अलोन्तस्य सर्वस्य उदाहरणं करपत्रे अलोन् यदि हैलैटर् अस्ति कृपया अलोन्त्यस्य अनेकाश्चित् सर्वस्य निच्च इति सूत्राणां हैलैट् करोतु तत्र अष्टमे नवमे पुटे सूत्रत्रयम् अस्ति खलु अलोन्त्यस्य अनेकाश्चित् सर्वस्य निच्च तदेव अस्माकं मुख्यसूत्रमस्ति सार्वधातुक अर्धधातुकयोः ज्ञाजनोर्जा अधि अचिष्णु धातु भ्रुवां युवोर् इयङ् वङौ तानि सूत्राणि उदाहरणरूपेण अत्र दत्तम् अस्ति तद् अवगच्छन्ति वा अलोन्त्यस्य इत्यस्य उदाहरणं सार्वधातुक अर्धधातुकयोः अनेकाश्चित् सर्वस्य इति सूत्रस्य उदाहरणं ज्ञाजनोर्जा निच्च इति सूत्रस्य उदाहरणम् अचिष्णु धातु भ्रुवां युवोर्यङ तत्र सूत्राणि पश्यन्ति वा करपत्रे कुत्र अस्ति इति सूत्राणि पश्यामि परन्तु अहं न जानामि भगिनि अस्तु अस्तु तर्हि पुनः अवलोकयामः विद्याशङ्कर् महोदय कृपया सार्वधातुक अर्धधातुकयोः इति सूत्रं कथम् अलोन्त्यस्य इति सूत्रस्य उदाहरणं भवति इति भवान् जानाति वा प्रतिपादयितुं शक्नोति वा प्रयत्नं करोमि अस्तु सार्वधातुक अर्धधातुकयोः सूत्रेण गुणविधिः कुत्र भवति इति दृश्यते अत्र अङ्गः अस्ति चेत् इक् इक् इकः अङ्गः अस्ति चेत् यस्य अङ्गस्य अन्ते इकः अस्ति तस्य अन्तिमवर्णस्य गुणः भवति इकः अस्ति चेत् तथा अलो अन्त्यस्य इति सूत्रस्य एकम् उदाहरणम् अस्ति अन्तिमवर्णस्य इत्येव सूत्रे उक्तम् अस्ति वा अथवा इकः अङ्गस्य गुणः इत्येव अस्ति खलु अनुवृत्तिसहितसूत्रं तर्हि अन्तिमवर्णस्य इति कथं भवान् निर्णयं स्वीकृतवान् अलोन्त्यस्य इति सूत्रं किं वदति सामान्यतः अन्तिमवर्णस्य स्थाने एव भवति इति खलु तत्र गुणः इत्युक्ते तत्र इकः स्थाने गुणः इत्युक्ते इकारस्य स्थाने एकारः इति एकारः एकल् एक एकारः ओकारः तादृशवर्णाः एकाल् एकाल् भवति वा अनेकाल् भवति वा एकाल् भवति एकाल् भवति अतः सार्वधातुक अर्धधातुकयोः इति सूत्रे अलोन्त्यस्य इति सूत्रस्य एव कार्यं भवति एकाल् अस्ति अतः अलोन्त्यस्य इति इकः स्थाने गुणवर्णः भवति अन्तिमवर्णस्य स्थाने एव उदाहरणं किमपि स्मरति वा भूयोगः आ अलोन्त्यस्य इत्यनेन भूयोगः आ भव भूयोगः शप् भो योगः अभवत् भू भो भवति भो भवति भो योगः सन्ति कृत्वा भव भवति जी धातु कथं भवति जी धातु जी धातु जे भवति जी योगः शप् जे योगः शप् आम् जि योगः शप् जि जि योगः ओ बिकम् जे जे योगः आ योगः सि जयति भवति जे योगः आ जय इति सन्धिकार्यं अतः जि जि जे जय भू भो भव जि जे जय तथा स्मरन्ति स्मरन्तु तदा स्मरणे तिष्ठति भू भो भवति अनन्तरं भू भो अकारयोगे भव भवति तथा एव जि जे भवति जे अकारयोगे जय भवति अस्तु अनन्तरं भगिनी एकः प्रश्नः अस्ति अत्र अत्र आदेशे इकारस्य स्थाने एकारः उकारस्य स्थाने ओकारः उकारस्थाने अर् आगच्छति खलु अर् इति अकारः एव आगच्छति प्रथमं प्रथमम् अकारः एव अनन्तरम् उरण्ड्रपरः इति सूत्रेण अकारः यदा आगच्छति तथा रेपः अपि आगच्छति अस्तु उत्तमः प्रश्नः अति उत्तमः प्रश्नः परन्तु ऋकारस्य स्थाने अपि अकारः लकारस्य स्थाने अपि अकारः एव प्रथमम् आगच्छति उरण्ड्रपरः इति अपरं सूत्रम् अस्ति तेन यत्र ऋकारस्य स्थाने कोऽपि वर्णः आदेशः भवति सः वर्णः रपरः भवति इत्युक्ते रेपः अपि आगच्छति इति अतः प्रथमं गुणकार्यम् इति यदा भवति तदा तु अकारः एव आदेशः रेपः तस्य अनन्तरम् अपरस्मिन् सोपाने आगच्छति धन्यवादः कस्य प्रश्नः आसीत् सुब्रह्मण्यमहोदयस्य वा आं भगिनि ओ धन्यवादः उत्तमः प्रश्नः महोदय धन्यवादः भगिनि कस्य उदाहरणं उरुण्ड्रपरः धातुः उदाहरणं कोऽपि धृ इति धातुः अस्ति खलु धृ योगः शप् किं भवति धृयोगः ऋकारस्य स्थाने अकारः ध अनन्तरं रेपः अपि आगच्छति ऋ इति अनन्तरम् अकारः अस्ति अतः धृ धर भवति धरति सा वस्त्रं धरति इति वाक्ये धरति इति तत्र धातुः धृ अस्ति तत्र ऋकारस्य स्थाने अकारः प्रथमम् आयाति सार्वधातुकार्धधातुकयोः इति सूत्रेण तदनन्तरम् उरण्ड्रपरः इति सूत्रेण यत्र आदेशः ऋकारस्य स्थाने किमपि आदेशः भवति तस्य अनन्तरं रेपः अपि आगच्छति इति कारणेन तदा रेपः आगच्छति भगिनि प्रश्नः अस्ति अत्र ऋकारस्य गुणः कः ऋकारस्य गुणः अकारः एव सूत्रं वृद्धिरादै अदेङ् गुणः इति अष्टाध्याय्यां द्वितीयसूत्रम् अस्ति प्रथमसूत्रं वृद्धिरादैच् इति अष्टाध्यायी पुस्तकम् अस्ति चेत् उद्घाटयतु प्रथमे अध्याये प्रथमे पादे प्रथमं सूत्रं वृद्धिरादैच् इति द्वितीयं सूत्रम् अदेङ्गुणः इति अदेङ्गुणः इति यत्र पदत्रयम् अस्ति अत् एङ् गुणः अत्युक्ते जानन्ति वा अकारः ह्रस्व अकारः वा अथवा सर्वे अकारः सर्वे भवन्ति वा केवलं ह्रस्व अकारः यतोहि तकारः अनन्तरम् अस्ति चेत् समानकालमेव सूचयति तत्र सूत्रमस्ति तपरस्तत्कालस्य इति कश्चन सूत्रम् अस्ति तेन यदि अत् इति वदामः तर्हि केवलं ह्रस्व अकारः यदि दीर्घ अकारं वक्तुम् इच्छति तदा किं वदति अकारः आत् इति वदति वृद्धिर् आदैच् आत् ऐच् तत्र आत् अचि आत् आत् इति अस्ति वृद्धिवर्णः आकारः गुणवर्णः अकारः ह्रस्व अकारः अत् एङ् एङ् इति कश्चन प्रत्याहारः अस्ति प्रत्याहारः नाम किम् इति स्मरति कः इति स्मरति वा महेश्वरसूत्रात् एकं सब्सेट् यदि स्वीकुर्मः तस्य नाम प्रत्याहारः इति अत्र अत् एङ् एङ् इत्युक्ते के के वर्णाः तत्र भवितुम् अर्हति माहेश्वरसूत्रस्य क्रमेण यदि वदति यदि ए ओ ऐ औ अतः एङ् ए ओ एव ऐ ओन् ऋक् ए ओङ् एङ् इत्युक्ते अका एकारः ओकारः एव अतः अत् एङ् इत्युक्ते अकारः एकारः ओकारः वर्णत्रयमेव गुणः तथा एव वृद्धिरादैच् इति अस्ति तत्र वृद्धिः इत्युक्ते आत् ऐच् तत्र आत् दीर्घ आकारः ऐच् ऐ औ तत्रापि वर्णत्रयम् आ ऐ औ अत्रापि वर्णत्रयम् अ ए ओ वृद्धिरादैच् अदेङ्गुणः अतीवमुख्यसूत्रमस्ति अतः एव प्रायः पाणिनिः प्रथमं स्थापितवान् प्रथमाध्यायस्य प्रथम सूत्रमेव वृद्धिरादैच् अदेङ्गुणः इति यदि गुणः नाम कः इति न जानाति तदा सार्वधातुक अर्धधातुकयोः गुणः इति कथं तत्र कार्यं भवितुमर्हति खलु अतः अत् एङ् गुणः अतः प्रथमं गुणः इति वदामः ऋकारस्य स्थाने केवलं तस्य समान तत्र सवर्णवर्णः इति जानन्ति खलु उच्चारणे तस्य स्थानं स्थानस्य सामीप्यं कस्य अस्ति इति दृष्ट्वा एव इकारस्य एकारः उच्चारणे स्थानं समानम् अस्ति तयोः स्थानं किम् इति जानाति वा बालसुब्रह्मण्यं महोदय इकार उच्चारणस्थानं कण्ठः तालु इत्यादि मूर्धा ओष्ठौ इत्यादि सन्ति खलु पञ्चस्थानानि सन्ति तत्र इकार एकारस्य स्थानं सर्वं तालु भवति तालव्यवर्णः तथा एव उकार ओकारयोः स्थानम् ओष्ठौ भवति ओष्ठौ भवति समानस्थानम् अस्ति ऋ इत्यस्य गुणवर्णेषु अ ए ओ इति वर्णत्रयम् अस्ति तत्र साम्यम् अकारस्य एव भवति ऋ इति तु दन्त जिह्वा यदि उपरि स्थापयति तदा ऋ इति वर्णस्य उच्चारणं भवति मूर्धन्यवर्णः तस्य साम्यं तु अकारस्य एव अस्ति इति कारणेन ऋ ल इति वर्णद्वयस्य अपि अकारः एव गुणवर्णः परन्तु उरण्ड्रपरः इति कश्चन सूत्रम् अस्ति तस्य कारणेन अकारस्य अनन्तरं रेपः यदि लुकारस्य अनन्तरं अकारस्य अनन्तरं यदि लुकारः भवति तदा ल् इति लकार ल् इति वर्णः भवति अल् इति तस्य तु प्रयोगः विरलतया भवति परन्तु ऋकारस्य अर् इति अकारः प्रथमम् अनन्तरं रेपः उरण्ड्रपरः इति सूत्रेण भवति अवगच्छन्ति वा सामान्यवर्णः किं भवति किं ऋकार अकारयोः सामान्यं किं भवति भिन्ना अस्ति, स्थानं तु भिन्नम् अस्ति, परन्तु ऋकारस्य यदि अ ए ओ इति वर्णत्रयेषु साम्यं कस्य भवति इति यदि सर्वं कण्ठात् एव आगच्छति खलु, अतः इकारस्य अपेक्षया ओका एकारस्य अपेक्षया ओकारस्य अपेक्षया अकारस्य विषये साम्यम् अस्ति ऋकारस्य. तथा एव वृद्धिवर्णः अपि यदा भवति ऐकारस्य वा औकारस्य वा अपेक्षया आकारस्य साम्यम् अस्ति ऋकारस्य. अतः वृद्धिः यदा भवति आ इति अस्ति, अनन्तरं रेपः आर् इति भवति. अवगतम्? गुणः कः, वृद्धिः इति विषये जानन्ति इदानीम्. अतः एव गुणवर्णाः एकः एव वर्णः एकारः वा ओकारः वा अकारः वा भवति. अनन्तरम् उरण्ड्रपरः इति सूत्रेण रेपः अपि आगच्छति. अस्माकं विषयः इदानीं गुणः वृद्धिः न, परन्तु भवन्तः प्राथमिकविषयं यदि सम्यक् न जानन्ति तत्र अवगमनं न भवति इति कारणेन उक्तवती. अस्तु वा, धन्यवादः. अवगच्छन्ति खलु, इदानीं गुणः इत्युक्ते एकः एव वर्णः, अकारः भवतु एकारः भवतु ओकारः भवतु. अनन्तरम् इदानीं गुणः इति आगच्छति इक् वर्णानां स्थाने, अतः इक् ई उ ऋल् इति वर्णाः, तत्र इकारस्य स्थाने एकारः, उकारस्य स्थाने ओकारः एवं भवति, ऋ इति स्थाने अकारः, अनन्तरं रपरः अस्ति अतः अर् इति भवति. अस्तु, इदानीम् एकः एव वर्णः, अतः अलोन्त्यस्य इति सूत्रस्य कार्यं. ज्ञाजनोर्जा इति सूत्रस्य विषये कः स्मरति अथवा का स्मरति? मीना भगिनी स्मरति वा? गतसप्ताहे वयं परिशीलितवन्तः. प्रयत्नं करोमि. अनेकाल्षित् सर्वस्य इत्यस्य उदाहरणं ज्ञाजनोर्जाः इति. ज्ञाजनोर्जा एव ज्ञाजनोर्जा. ज्ञा जन् स्थाने जा आदेशः भवति. जा अनेकवर्णः जकारः अकारः अस्ति. अनेकषित् इति सर्वम् आदेशः भवति. अन्तवर्णः नास्ति. सर्ववर्णानाम् आदेशः भवति. अस्तु, इति न्यायस्थाने जन्जातुः न्यायोगः किं भवति प्रथमम्? न्यायोगः किमपि षित् प्रत्ययः भवति सामान्यतः तत्र तस्य विकरणप्रत्ययः ज्ञाधातुः क्रयादिगणे अस्ति इति कारणेन विकरणप्रत्ययः कः भवति? ज्ञाधातोः श्ना इति विकरणप्रत्ययः. श्ना शित्वा न वा अस्ति इति शकारः लोपः भवति. न्यायोगः न भवति. न्यायोगः न इति ज्ञा इति ज्ञा आदेशः भवति. ज्ञा इति स्थाने जा आदेशः भवति अनेक इत्यस्य. ज्ञाना अपि अन्तिमप्रत्ययः थि इति जानाति. जनधातोः किं भवति? एवमेव वदतु, विकरणप्रत्ययः कः, तस्य योगे क्षित् अस्ति, एवं वदतु भवती. जन् धातुः आत्मनेपदी जन् धातु विकरणप्रत्ययः ष्यन् इति ष्यन् षित् अस्ति. उत्तमं. जन् स्थाने जा आयाति अनेकाल् षित् सर्वस्य इत्यनेन जा इति षन् प्रत्ययस्य शकारः इत् नकारः अपि हलन्त्यस्य इति यकारः अवशिष्यति. यकारः अवशिष्यते. अस्तु. अवशिष्यते. जा योगः या जाय इति जाय योगः ते जायते. उत्तमम्. इदानीं जा इति अनेकाल् इति अस्ति इति आदेशः इति कारणेन अनेकाल् षित् सर्वस्य इति सूत्रस्य उदाहरणं भवति. सार्वधातुक अर्धधातुकयोः इति सूत्रे गुणवर्णः एकाल् अस्ति इति कारणेन अलोन्त्यस्य इति सूत्रस्य उदाहरणं भवति. तावत्पर्यन्तं सर्वे अवगच्छन्ति वा स्पष्टतया? यदि प्रश्नाः सन्ति चेत् इदानीमेव पृच्छन्तु. जा इति जकारः आकारः वर्णद्वयम् अस्ति अतः अनेकाल्षित् सर्वस्य अनेकाल् अस्ति इति कारणेन गुणः वर्णः एकः एव वर्णः अस्ति यदि अकारः वा एकारः ओकारः वा. अतः अलोन्त्यस्य इति सूत्रस्य एव प्रसक्तिः भवति अतः अन्तादेशः भवति. जा तु अनेकाल् अस्ति इति कारणेन सर्वस्य आदेशः भवति अतः पूर्णतया ज्ञा इति गच्छति. जन्वा गच्छति पूर्णतया तस्य स्थाने जा इति आगच्छति. इदानीं ङिच्छ इति सूत्रं किं वदति इति मीना भगिनी वक्तुम् इच्छति वा? प्रयत्नं करोमि. ङिच्च ङित् अनेकवर्णः अस्ति अपि अन्तस्थाने एव आदेशः भवति. ङित् प्रत्ययः अस्ति चेत् अन्तस्थाने अपि आदेशः भवति. ङित् इति नाम किमर्थं कस्य भवति ङित् इति? प्रत्ययस्य इत् ङकार अस्ति चेत् ङित्. ओ उत्तमं. यस्य कस्यापि प्रत्ययस्य वा ङकारः इत् भवति चेत् सः प्रत्ययः इति न आदेशः. अस्मिन् सन्दर्भे आदेशः ङित् भवति चेत् ङित् अत्र ङिच्च इति सूत्रस्य प्रसक्तिः भवति. प्रत्ययस्य स्थाने एव आदेशः आगच्छति खलु. आदेशः यदि ङित् भवति तस्य इत् वर्णः ङकारः भवति तर्हि ङित् भवति. यद्यपि अनेकाल् भवति तथापि अन्तिमवर्णस्य एव आदेशः भवति इति ङिच्च इति सूत्रं वदति. ङिच्च इति सूत्रं कस्य अपवादः विद्याशङ्करमहोदय कृपया वदति वा? अत्र अनेकाल्षि सर्वस्य सूत्रस्य अपवादः अस्ति. उत्तमम्. अनेकाल्षि सूत्रं कस्य अपवादः? अलोन्त्यस्य इति सूत्रस्य. तर्हि अलोन्त्यस्य इति सूत्रं कीदृशसूत्रं भवति? कीदृशनियमः? परिभाषासूत्रं. सामान्यनियमः भवति. परिभाषासूत्रम् अस्ति परन्तु सामान्यनियमः अस्ति. सामान्यनियमः अलोन्त्यस्य. तस्य अपवादः अनेकाल्षित् सर्वस्य. यत्र कुत्रापि सर्वत्र अलोन्त्यस्य सूत्रस्य प्रसक्तिः प्रथमं भवति. परन्तु यदि अनेकाल् इति लघु सीमित गणे अनेकाल्षित् सर्वस्य इति सूत्रं तत्रापि यत्र यस्य ङित् आदेशः भवति तस्य इतोपि लघु सीमित गणे ङिच्च इति सूत्रस्य प्रसक्तिः भवति खलु. लघुसीमितगणे इति लघु अनेकान् सर्वत्र कार्यं करोति. यत्र कुत्रापि आदेशः भवति प्रथमं झटिति मनसि कस्य सूत्रस्य विषये भवति चिन्तयति अनेक अलोन्त्यस्य इति सूत्रस्य विषये एव पूर्णतया यत्र कुत्रापि आदेशः भवति अन्तिमवर्णस्य एव भवति इति एव प्रथमं वयं चिन्तयामः अलोन्त्यस्य इति सूत्रं सामान्यसूत्रमस्ति सामान्यनियमः. परन्तु प्रत्यय आदेशाः एकालपि भवितुम् अर्हति अनेकालपि भवितुम् अर्हति. तत्र यदि सर्वे आदेशाः एकः बृहत् गणः इति चिन्तयन्तु तत्र एकालपि भवति अनेकालपि भवति. अत्र अनेकाल् इति सर्वेषाम् आदेशाम् अपेक्षया लघुगणः अस्ति वा बृहद्गणः अस्ति वा? अनेकाल् गणः सर्वेषाम् आदेशाम् अपेक्षया लघुगणः अस्ति वा? तस्य सब्सेट् अस्ति वा? न, सर्वे आदेशाः बृहद्गणः अस्ति. तत्र अनेकाल् इति तु तस्य एकं सब्सेट् अस्ति, लघुगणः अस्ति. अवगच्छन्ति वा? यदि सर्वे आदेशाः इति बृहत् अस्ति तत्र एकाल् अनेकाल् द्वयोः योगे एव सर्वे आदेशाः भवन्ति. तत्र एकाल् एकः लघुगणः, अनेकाल् अपरः लघुगणः, तयोः योगे सर्वे आदेशाः बृहद्गणः भवति. अवगच्छन्ति? तत्रापि अनेकाल् अनेकाल् आदेशेषु नित्यस्य अस्ति तत्तु तस्य एकं सब्सेट् भवति. सब्सेट् इत्युक्ते अवगच्छन्ति वा? तस्यापि एकः भागः भवति, लघुभागः. इदानीं कस्याः प्रश्नः अस्ति, विजया भगिन्याः वा? पृष्टवती किमपि, परन्तु न लघु सीमितगणः इति मया यदुक्तं तद् न अवगतम् इति कोऽपि कापि उक्तवती. राजी भगिनी वा इदानीम् अवगच्छति वा? सर्वे प्रत्ययाः इति एकः बृहत् लोकः अस्ति. तत्र सर्वे आदेशाः, क्षम्यतां, सर्वे आदेशाः इति विषये अलोन्त्यस्य इति सूत्रस्य कार्यं भवति. आदेशेषु केचन एकाल् भवति, केचन अनेकाल् भवति. तदवगच्छति वा? तत्र गणद्वयम् अस्ति. यदि अस्माकं वर्गः इति चिन्तयन्तु तत्र पुरुषाः अपि सन्ति, महिलाः अपि सन्ति. वर्गस्य सदस्याः इति यदि इति यदा पश्यन्ति तदा बृहद्गणः भवति. द्वादश छात्राः सन्ति इति चिन्तयन्तु, सः तु बृहद्गणः भवति. तत्र पुरुषाणां गणः तत्र लघु भवति, महिलानां गणः लघुगणः भवति, सब्सेट् भवति तत्र. अवगच्छति वा? तथा एव एकाल् एकं लघुग एकः गणः भवति, अनेकाल् गणः अपरः गणः भवति, पुरुषाः महिलाः इव. तत्र बृहद्गणः अस्ति छात्राणां गणः, पुरुषाः महिलाः गणद्वयं. तथा एव बृहद्गणः इत्युक्ते सर्वे आदेशः, तत्र एकाल् अथवा अनेकाल् लघुगणः गणद्वयम्. अत्र सर्वे आदेशाः इति गणस्य अपेक्षया अनेकाल् गणः लघुगणः. अवगच्छति? अवगतम्. यथा पुरुषाणां गणः सर्वे छात्राः इति गणस्य अपेक्षया लघुगणः भवति, तथा एव तत्रापि ये महिलाः ईस्ट् कोस्ट् मध्ये वसन्ति इति परिशीलयति, तत्तु महिलानां गणस्य अपेक्षया लघुगणः भवति खलु, तथा एव निच्च इति अनेकाल् इति अपेक्षया अपि लघुगणः भवति, तस्य एकं भागं भवति. सर्वे छात्राः तत्र महिलाः तत्र पूर्वतटे ये वसन्ति ताः महिलाः, बृहद्गणः तस्यापि अपेक्षया लघुगणः, तस्यापि अपेक्षया लघुगणः, तथा एव अलौन्त्यस्य इति सर्वे आदेशाः अनेकाल् इति अनेकाल् आदेशाः, तत्रापि ङित् यस्य इत् भवति तद् तस्य अपेक्षया अपि तस्य लघु भागं भवति. इदानीं सम्यक् अवगच्छन्ति? आं भगिनि. यदि कागदम् अस्ति, एकं चित्रं स्थापयतु, एकं चतस्रं, तत्र एकः एक वर्तुलाकारेण एकं भवति, तस्यापि मध्ये एकम् अपरं वर्तुलाकारं करोतु, तदा ज्ञायते. तथा अवगच्छन्ति वा? अग्रे गच्छामः वा? निश्चय इति सूत्रस्य विषये एव तस्य उदाहरणं किम् अस्ति? अचिष्णु धातु ब्रुवां युवोरियङ् वङौ. इयङ् कीदृश प्रत्ययः अस्ति? प्रथमम् अनेकाल् वा एकाल् वा? अनेकाल्. तत्र ङित् वा न वा? न वा ङित्. अतः निच्च इति सूत्रस्य कार्यं भवितुम् अर्हति. अतः अत्र उदाहरणम् अस्ति, पश्यतु. रीति अस्ति धातुः, तस्य किं भवति? रीति धातुः शप् शप् श योगः श योगः आ ई स्थाने इय आगच्छति, रियायोगः इति रियति इति लट्लकारे. अचिष्णु धातुब्रुवां सूत्रं किं वदति? यत्र इकारः अस्ति तस्य स्थाने इय इति आदेशः, यत्र उकारः अस्ति तस्य स्थाने उ इति आदेशः भवति. अतः रि इत्यस्य रेपः अपि अस्ति, इकारः अपि अस्ति, परन्तु इयङ् इति ङित् अस्ति इति कारणेन अन्तिमवर्णस्य एव स्थाने भवति, इकारस्य स्थाने एव भवति, न तु रि इति स्थाने. रेपः तिष्ठति, इकारस्य स्थाने एव इय इति आगच्छति, अतः रियति इति भवति. अवगच्छन्ति खलु कथं कार्यं करोति अचिष्णु धातु ब्रुवां सूत्रम् अत्र इति? ङित् अस्ति इति कारणेन एव एतादृशं भवति कार्यम्. अत्र इयङ् ङित् अस्ति इति कारणेन इयङ् वङौ अत्र ङित् कारणेन एतादृशकार्यं भवति, अन्तादेशः भवति, यद्यपि अनेकाल् अस्ति. इय इत्यस्य वर्णद्वयम्, उ इत्यस्य वर्णद्वयम्, उ इति इय उ. इदानीं सूत्रत्रयमपि परिशीलितवन्तः, तद् उदाहरणमपि अवगच्छन्ति खलु? इदानीं तुह्योस्तातङ्गाशिष्यन्यतरस्यामिति सूत्रस्य कार्यस्य विषये पुनः परिशीलयामः. अत्र कस्य सूत्रस्य प्रसक्तिः भवितुम् अर्हति, तस्य कार्यं भवति अन्ते इति अस्माकं परिशीलनं भवति. अत्र तातङ्ग प्रथमम् अलोन्त्यस्य इति सूत्रस्य प्रसक्तिः भवितुम् अर्हति वा? तातङ्ग् अनेकाल् वा एकाल् वा? तातङ्ग् इति अलोन्त्यस्य इति सूत्रस्य प्रसक्तिः किमर्थं भवति? तातङ्ग् आदेशः भवति, यत्र कुत्रापि आदेशः भवति तत्र सर्वत्र अलोन्त्यस्य इति सूत्रस्य प्रसक्तिः खलु. अतः यदि नेत्रं निमील्य अपि वक्तुं शक्नोति अलोन्त्यस्य इति सूत्रस्य प्रसक्तिः आदेशः अस्ति चेत् अस्ति एव. अनेकासीत् सर्वस्य इति यस्य प्रसक्तिः अपि अस्ति वा? यतोहि अनेकाल् अस्ति. नीच इति सूत्रस्य प्रसक्तिरपि अस्ति वा? अत्र नीच इति सूत्रस्य प्रसक्तिः भवितुम् अर्हति इति पर्यन्तं वयम् अवगच्छामः. प्राप्तिः भवति वा न वा इति विचारे तत्र इतोपि विषयः अस्ति. नीच इति सूत्रं तत्र सर्वदा तस्य प्राधान्यं न भवति. नीच इति सूत्रं यत्र तस्य सूत्रस्य यत्र अन्तादेशः इत्येव उद्देशं भवति तदा एव नीच इति सूत्रं कार्यार्थम् आगच्छति. अन्यप्रयोजनार्थं यदि पाणिनिः तस्य ङकारः इति स्थापितवान् तदा तस्य सूत्रस्य प्राधान्यं न भवति. अवगच्छन्ति वा? ङकारः इत् रूपेण पाणिनिः स्थापयति खलु, तात् इत्येव अस्ति तत्र प्रत्ययः अस्माकम् उदाहरणे. परन्तु सः ङकारमपि योजयति. यत्किमपि वर्णम् इत् रूपेण योजयति, यः कोऽपि वर्णं पाणिनिः यदा योजयति तस्य मनसि कश्चन उद्देशः भवति. सः विना कारणम् एवं वर्णं न योजयति अतीत वर्णः. किमपि प्रयोजनम् उद्दिश्य एव कार्यं करोति सर्वे जनाः. प्रायः श्रुतवन्तः प्रयोजनम् अनुद्दिश्य मन्दोपि न कार्ये प्रवर्तते इति. पाणिनिः तु धीमान् अस्ति अतः प्रयोजनं विना सः एकमपि अक्षरं न योजयति. अतः ङकारं तातङ्ग् इत्यस्य ङकारं किमर्थं योजितवान् इति वयं प्रथमं चिन्तयामः. अत्र तस्य सः किमर्थं योजितवान् इत्युक्ते भिन्नभिन्नकारणानि सन्ति. कारणचतुष्टयं महोदयः अत्र स्थापितवान् अस्ति. कोऽपि ह्यस्तनवर्गे भागं स्वीकृतवन्तः स्मरन्ति वा कार्यचतुष्टयं ते के इति स्मरन्ति खलु? वदति गुणनिषेधः सुब्रह्मण्यं महोदयः वा? आं भगिनि आं वदतु. गुणनिषेधः अनन्तरं निषेधः गुणवृद्धिनिषेधः तदनन्तरं सम्प्रसारणं ईडागमनिषेधः ईडागमः ईडागमनिषेधः इति तादृशप्रयोजनार्थं सः अङित् स्थापयति कदाचित्. कदाचित् केवलम् अन्तादेशः इति भवतु इति कारणेन स्थापयति. भगिनि प्रयोजनं चतुर्थप्रयोजनम् अहं सूत्रमूलेन जानाति वा इति प्रयोगमूलेन जायते वा? प्रयोगेन तादृशकार्याणि अत्र तातङ्ग् इति सूत्रेण सह साधयति वा न वा इति वयं परिशीलनं कुर्मः. अतः एव महोदयः अत्र तातङ्ग् इति प्रत्ययस्य उदाहरणचतुष्टयं दत्तवान्. तत्र वृद्धिः इति कार्ये तस्य कार्यं कथं भवति, वृद्धिनिषेधः गुणनिषेधः इति विषये तस्य कथं तस्य कार्यं भवति, सम्प्रसारणम् इति विषये कथं तस्य कार्यं भवति, एवं सः उदाहरणम् अत्र दत्तवान्, तातङ्ग् तत्र तातङ्ग् इत्यस्य ङकारस्य प्रयोजनं वृद्धिनिषेधः अपि भवति, गुणनिषेधः अपि भवति, सम्प्रसारणमपि भवति, ईड् निषेधः अपि भवति, तत्र सर्वत्र तस्य कार्यम् अस्ति. यदि इयङ् इति सूत्रं परिशीलयामः, किमपि तस्य कार्यं नास्ति, एकमेव कार्यम्. किं कार्यम् एकमेव? तत् अन्तादेशः. अतः तदर्थं नियोजितवान्, अन्तादेशः करोतु इति ङकारः स्थापितवान्, अतः अवश्यं करोति. किं जानामि, यदि एकैकं सूत्रं स्वीकृत्य परिशीलयामः तस्य कार्यं भिन्नभिन्नस्थाने कथं भवति, भिन्नभिन्न उदाहरणे, तदा ज्ञायते. इदानीं विषयं सम्यक् अवगच्छन्तु. इदानीम् एव एतद् अंशम् अवगच्छति खलु, इयङ् इति अस्य केवलं प्रयोजनं गुणने, यत्कुत्रापि इयङ् याचिष्णु धातु ब्रुवां सूत्रं यत्र कुत्रापि कार्यं करोति, तत्र ङकारः इति स्थानेन गुणनिषेधः वा वृद्धिनिषेधः वा सम्प्रसारणं वा ईड् निषेधः वा किमपि न भवति. अनेकानि उदाहरणानि यदि परिशीलयति तदा ज्ञायते, परन्तु इदानीं भवन्तः केवलं तातङ्ग् इति विषये परिशीलयामः. तातङ्ग् किमर्थं स्थापितवान् तत्र ङकारः यत् केवलम् अन्तादेशं कर्तुं स्थापितवान् वा, अथवा एतादृशकार्याणि अपि तस्य कार्यं भवति वा इति. अन्यप्रत्ययानाम् इयङ् इत्यादीनां विषये यदि भवन्तः अग्रे गत्वा तस्य भिन्नभिन्नगणेषु तस्य कार्यं कथं भवति इति पठन्ति, तदा ज्ञायते तत् कुत्रापि तस्य वृद्धिनिषेधः न भवति, गुणनिषेधः वा न भवति इति ज्ञायते. परन्तु इदानीं तातङ्ग् इति विषये परिशीलयामः. अवगच्छति? धातु परिशीलयाम अहं जानामि वा कथमहं? न, लौकिक इति इत्युक्ते किं वदति? कामन् यूसेज् एक्सामिनिङ्ग् वि मीन् लुकिङ्ग् एट् द कामन् फार्म्स् आफ् द वर्ब्स् वि नो हौ इट् इस् यूस्ड् नाट् बै रूल्स्. न, यदि इयङ् इति इयङ् इति सूत्रं कुत्र कुत्र कार्यं करोति इति उदाहरणानि बहूनि परिशीलयति, अग्रे गत्वा भवति तस्य सूत्रस्य कार्यं भिन्नभिन्नगणे भवति. तदा ऐ मीन् डि अण्डर्स्टाण्ड् वेन् यु आर् यूसिङ्ग् दिस् सूत्रम् इन् डिफ्रेण्ट् काण्टेक्स् देन् यु विल् नो. इदानीं तु अस्मिन् विषये प्राथमिकज्ञानं प्राप्नोति. यदि तस्य प्रयोगज्ञानं प्राप्नोति तदा पूर्णतया ज्ञायते. परन्तु इदानीम् एवं जानातु, इयङ् इत्यस्य कदापि गुणनिषेधः वा वृद्धिनिषेधः वा न भवति इति केवलं जानातु. अवगच्छति? अवगच्छामि भगिनि. If for now, just know that Yang will not apply, will not cause any of those reactions. Hello? Aam bagini. Yang iti iti, Yang wangau, yatra kutra api aga chandari aga adesh rupi, te tasya karanena ngakara hai iti karanena kutra api na bhavati iti janatu, anantaram udaharana rupena purnataya parishilayamaha. यतोहि यः अपि महोदयः उक्तवान्, अचिष्णुसूत्रं सामान्यसूत्रं न, तस्य विस्तरेण पाठः भविष्यति, तदा जानन्तु. इदानीं तुह्यो तातङ्ग् इति सूत्रे तातङ्ग् इति प्रत्ययः कथं वृद्धिनिषेधगुणनिषेधसम्प्रसारण ईड्निषेधाधिकार्याणि कारयति, अतः तस्य प्रयोजनं न केवलं अन्तादेशः इति अवगच्छन्तु. इदानीं तातङ्ग कथं गुणनिषेधः इति एकादशमे पुटे एकम् इति चिह्नं भवति खलु, प्रथमं प्रयोजनं गुणनिषेधः इति. तत्र उदाहरणं किम् अस्ति? तातङ्ग इति प्रत्ययः गुणनिषेधं कथं कारयति इति उदाहरणम् अस्ति खलु. तत्र उदाहरणं किं वदति? कथं कार्यं भवति, कार्यं करोति इति अत्र दत्तम्. तातङ्ग अत्र कार्यं करोति, कथं गुणनिषेधं कारयति? द्विषयोगः तातङ्ग. एकक्षणं भगिनि, महोदयः वदति, कः वदति? अत्र सुब्रह्मण्यः अस्मि. वदतु. द्विषयोगः तातङ्ग अस्ति. तातङ्ग तु प्रत्ययस्य स्थाने आगच्छति खलु, तत्कारणात् तु प्रत्ययः तु पित् अस्ति. किमर्थं चेत् अत्र द्विष् अदादिगणे अस्ति, स्थाने आगच्छति, अतः तिप् पित् अस्ति, अतः तु अपि पित् अस्ति. अस्तु अस्तु भगिनि. परन्तु तातङ्ग तु अत्र निति च इति सूत्रेण गुणनिषेधः भवति अत्र. सामान्यतः यदि ङकारः इत् न भवति तात इति प्रत्ययः तु पितेव भवति, पित्कारणात् अत्र पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं भवितुम् अर्हति. परन्तु अत्र तातङ्ग तु नित् अस्ति, तत्कारणात् निति च सूत्रेण गुणनिषेधः भवति. प्रायः तदर्थमेव अत्र तातङ्ग यदा आगच्छति अत्र निच्च इत्यस्य प्रसक्ति आगच्छति, परन्तु तस्य प्रभावं न भवति. अस्तु, प्रथमं गुणनिषेधकार्यं कारयति ङकारः इति अस्ति इति कारणेन. यदि ङकारः तत्र नास्ति किं भवति इति अपि वक्तुं शक्नोति वा? यदि नकारः नास्ति चेत् अत्र यदि द्विषयोगः तात् अस्ति चेत् द्विष् तु अत्र इकारः अस्ति, इकारस्थाने एकारः भवति. द्वेषयोगः तात् यदि चिन्तयति चेत् तथैव तथा लोके लोके न प्रयोगः भवति, द्विष्टात् इति द्विष्टात् इत्येव प्रयोगः भवति. अतः ङकारः किं कारयति? गुणनिषेधं कारयति. तत्र तातङ्ग इत्यस्य ङकारः गुणनिषेधं कारयति. सत्यं वा न वा? सत्यं भगिनि. सर्वे अङ्गीकुर्वन्ति? प्रश्नः अस्ति, अत्र तु अन्त अस्ति चेत् कथं भवति? द्विष् योगः तु द्विष् द्वेष्टु वा? द्वेष्टु भवति. यतोहि तु तिप् अस्ति, पित् अस्ति, क्षम्यताम्. अत्र तातपि पित् अस्ति, परन्तु ङित् इति अस्ति इति कारणेन ङकारः बलवत् भवति, बलवान् भवति, अतः गुणनिषेधं कारयति. नो चेत् द्वेष्टु इति भवति. न तत्र तु स्थाने एव पातङ् आदेशः भवति किल, न तु अपि अन्यतरस्यां तु अपि भवति, तात् अपि भवति. निति च सूत्रं कथं कार्यं करोति अत्र? आं पुनः महोदय वदति वा? निति च अत्र तातङ्ग् नित् अस्ति खलु भगिनी, तत्कारणात् निति च वयं पठितवन्तः खलु. अत्र निति च इत्युक्ते अत्र यस्य नकारः इत् अस्ति तत्तु नित्, तत्कारणात् तातङ्ग् नित् अस्ति. नित्तस्य तु गुणनिषेधः एव अस्ति. अत्र सूत्रं न स्मरामि इदानीं तु, परन्तु एकवारं निति च इति सूत्रमेव गुणनिषेधं कारयति, गुणनिषेधः कारयति. यदा इदानीमपि पुनः भवन्तः अष्टाध्यायं प्रथमभागं पश्यतु, वृद्धिरादे चदेन् गुणः. निति च इकः गुणवृद्धि न अनुरुचिसहितसूत्रं, परन्तु यदि अष्टाध्यायीम् उद्घाट्य पश्यति वृद्धिरादये प्रथमसूत्रं, तृतीयसूत्रम् अदेन् गुणः. तृतीयसूत्रं किं भवति? गुणवृद्धि स्मरन्ति वा? इकः स्थाने एव गुणवृद्धिकार्यं भवति. चतुर्थं सूत्रं न धातुलोप अर्धधातुके इति सूत्रं भवति. ततः नकारः इति पदस्य अनुवृत्तिः भवति. न वृद्धिः अथवा गुणः भवति किङ् इति प्रत्यये परे. कित् यदि प्रत्ययः कित् वा ङित् वा भवति तदा गुणः न भवति इति. किङ् इति च इति सूत्रं तदेव वदति. यदि खित् भवति अथवा ङित् भवति तत्र गुणवृद्धिः न भवति. पूर्वसूत्रात् नकारः आगच्छति, नकारः निषेधं करोति. इदानीं सम्यक् अवगच्छन्ति वा? अवगच्छति वा राजी भगिनी? आं भगिनि. कित्वा ङित्वा भवति चेत् तस्य गुणवृद्धिनिषेधः. इदानीम् अनुवृत्तिसहितसूत्रं किं वदति? किङ् इति च इति गुणः वृद्धिः पूर्वतनसूत्रात् न इति पदं सर्वं योजयति चेत् गुणः वृद्धिः इकः न किङ् इति यदि सर्वं योजयति तदा ज्ञायते पूर्णतया. अतः एव केवलं करपत्रे पश्यति चेत् एकरीत्या अवगमनं भवति. सूत्र अष्टाध्यायीं पुस्तकमपि उद्घाट्य तत्र पूर्वतन कस्मिन् भागे तत् सूत्रम् अस्ति इति अपि परिशीलयतु. तदा एव पूर्णतया सूत्रस्य कस्मिन् प्रसङ्गे आगच्छति, तस्य अनुवृत्तिः कथं भवति इति सर्वं पूर्णतया न ज्ञायते. यत्किमपि नूतनसूत्रं पश्यति अष्टाध्याय्यां कस्मिन् भागे अस्ति इति अवगच्छतु, तदा सम्यक् अवगम्यते. इदानीं सर्वे अवगच्छन्ति किङ् इति च इति सूत्रेण तातङ्ग् कथं गुणनिषेधं कारयति अत्र इति. तातङ्ग् इति प्रत्ययस्य ङकारः. इदानीं वृद्धिनिषेधः इति विषये विद्याशङ्करमहोदयः वदति वा? आम्, द्वितीयप्रयोजनम् अस्ति, श्रूयते वा? आम् आम् सम्यक् श्रूयते. द्वितीयप्रयोजनमस्ति ङिच्च सूत्रस्य वृद्धिनिषेधः. वृद्धिविषये यथा गुणनिषेधः भवति तथापि सार्वधातुक आर्धधातुकयोः वृद्धिम् आदिशति, तथापि गिङ् इति यत्र कित्वा ङित्वा आदेशः अस्ति तत्र वृद्धिः न भवति. उदाहरणं स्तु धातु अस्ति स्तु धातु तत्र पातङ् इति योजयामः चेत् तत्र पातङ् ङित् अस्ति यथा वृद्धिः न भवति तत्र स्तुतात् एव भवति वृद्धिः भवति चेत् स्तौतात् इति भवितुम् अर्हति परन्तु एवं न भवति. अस्तु सर्वे अवगच्छन्ति? वृद्धिः भवितुम् अर्हति परन्तु ङिति कारणेन एव वृद्धिः न भवति. अग्रे सम्प्रसारणम् इति विषये कोऽपि वक्तुम् इच्छति वा? अहं प्रयत्नं करिष्यामि भगिनि. अस्तु. अत्र सम्प्रसारणम् इत्युक्ते अत्र यथा यन्सन्धिः अस्ति तस्य विपरीतार्थे भवति इति अहं अवगच्छामि. यथा अत्र ग्रहधातुः अस्ति, यदि ग्रहधातु तवतु रूपमिच्छामि चेत् ग्रहयोगः तवतु अस्ति, तवतु तु कित् अस्ति, तत्कारणात् अत्र कित् कारणात् अत्र सम्प्रसारणं भवति इति अहं चिन्तयामि. तत्कारणात् अत्र सम्प्रसारणम् इत्युक्ते यथा प्रथमं वयं परिशीलितवन्तः खलु अत्र गुणः वृद्धिः इत्यादि ऋकारस्थाने आ तदनन्तरम् अर् आगच्छति खलु, तथैव अत्र ऋकारस्थाने ऋकारः आगच्छति, तत्कारणात् ग्रह् गृह् भवति. गृहयोगः तवतु अत्र उकारस्य उपदेशे जनुनासिके इत्यनेन उकारस्य लोपः भवति, ककारस्य लोपः अपि भवति, तत्कारणात् तवत् इति अवशिष्यते. गृहयोगः तवत् अत्र तवतु तु सेट् अस्ति प्रत्ययः, गृह अपि सेट् अस्ति, तत्कारणात् इडागमः भवति, गृहीतवान् भवति इति. उत्तमम् अस्ति. गृह इति स्थाने गृह भवति, तत्र तत्र गृह इत्यस्य रेपः अस्ति. रेपः इक् गणे अस्ति वा यण् गणे अस्ति वा? रेपः यण्गणे अस्ति यण्गणे अस्ति. तत्र ऋ इति गृह इति भवति, तत्र ऋकारः अस्ति, ऋकारः इक् गणे अस्ति वा यण्गणे अस्ति वा? इक् गणे अस्ति. इक् गणे अस्ति. इक् यणः सम्प्रसारणम् इति सूत्रम् अस्ति. सम्प्रसारं नाम यण इक् यणः सम्प्रसारणं तत्र इक् इक् इति पदं कस्यां विभक्त्याम् अस्ति? इक् प्रथमा विभक्ति अस्ति. प्रथमा विभक्ति यण् यण् अपि प्रथमा विभक्ति एव. क्षम्यताम्, यणः इक् यणः यणः षष्टिविभक्ति अस्ति. अतः कथं सूत्रस्य अर्थं भवति? इदानीम् अत्र रेपः यण् यण्गणे अस्ति इति भवान् एव उक्तवान्. अतः यण्गणे यदस्ति यणः स्थाने इक् गणस्य समानवर्णः आगच्छति. रेपस्य समानवर्णः ऋकारः, तस्य तादृशकार्यमेव सम्प्रसारणम्. यङ्गणे यकारः अस्ति, यकारस्य स्थाने कीदृशवर्णः भवति? यदि इक् भवतु इति वदति तदा कस्य वर्णस्य कः वर्णः आयाति? इकारः आगच्छति. यकारस्य समानस्थानं भवति इकारस्य. तथा यण् इति प्रत्याहारे के के वर्णाः सन्ति? यवराल. वकारस्य इक् वर्णः कः? उकारः. यव रक रेफस्य ऋकारः. लकारस्य तदा इदानीम् इकियणः सम्प्रसारणम् इति सूत्रस्य अर्थम् अवगच्छन्ति खलु? तदेव कार्यं सम्प्रसारणम् इति. एतत् यण् स्थाने इक् भवति. अतः इदानीं वश् इति अस्ति खलु, वश्योगः तातङ् इति अस्ति. तत्र वश् इत्यस्य वकारः यण् अस्ति वा इक् अस्ति वा? यण् अस्ति. अतः इग्यणः सम्प्रसारणम् इति सम्प्रसारणी धातु अपि अस्ति. सर्वे सर्वत्र वकारस्य स्थाने यकारवकाराणां स्थाने यण् वर्णानां स्थाने इक् वर्णः न भवति. तत्र सम्प्रसारणी धातवः इति केचन धातवः भवन्ति, तेषां सम्प्रसारणं भवति. तत्र यः यण् वर्णः अस्ति तस्य स्थाने इक् आदेशः भवति. तत्र अत्र वश् तु तादृशसम्प्रसारणी धातुः अस्ति इति प्रथमं जानन्तु. अतः वश् इत्यस्य यण् प्रत्याहारे वकारः अस्ति इति स्थानेन कः वर्णः आदेशः भवति? यदि सम्प्रसारणी धातुः भवति तदनन्तरं यदि कित्ङित् प्रत्ययः भवति तदा एव सम्प्रसारणं भवति इति सामान्यनियमः. अस्माकं वश् धातुः सम्प्रसारणी धातुः वा? आम्, इदानीमेव अहम् उक्तवती वश् धातुः सम्प्रसारणी धातुः अस्ति इति. किमर्थमिति सर्वम् अग्रे पश्यन्ति, तत्र सूत्राणि सन्ति वश् धातुः कथम् इति अग्रे पश्यन्तु. परन्तु इदानीं प्रथमं जानन्तु वश् धातुः सम्प्रसारणी धातुः अस्ति. तातङ्ग् कित् कित् प्रत्ययः भवति वा? नित् अस्ति कारणेन सम्प्रसारणं भवति. अतः वकारस्य स्थाने किं भवति? उकारः. तस्य इक् वर्णः भवति. वश्तात् उष्टात् इति भवति. तत्र अन्य सन्धिकार्याणि अपि भवन्ति, परन्तु अत्र अस्माकम् अवधानं तु वकारस्य स्थाने उकारः. किमर्थं भवति? तातङ्ित् इति कारणेन. तत्रापि नकारः कार्यं कारयति सम्प्रसारणकार्यं. यदि नकारः तत्र नास्ति तदा वष्टात् इत्येव रूपं भवति, उष्टात् न भवति. अवगतम्? अतः गुणनिषेधकार्यं, वृद्धिनिषेधकार्यं, सम्प्रसारणकार्यं सर्वं कारयति एतावत्पर्यन्तम् अस्माकं परिशीलने. अतः अन्यप्रयोजनानि नकारस्य अस्ति इति वयं जानीमः. इदानीं कोऽपि तत्र ईड् आगमनिषेधः कथं भवति इति वक्तुं शक्नोति वा? विद्याशङ्करमहोदयः अथवा विजया भगिनी प्रयत्नं करोति वा? चतुर्थं प्रयोजनम् अस्ति ईड् आगमः, ईड् आगमस्य निषेधः दीर्घ ईकार. क्षम्यताम्, ईट् ईट् दीर्घ ईकारः. ब्रू ईट् इति सूत्रेण ब्रू धातुतः पित् पित् प्रत्ययः यत्र अस्ति तत्र ईट् आगमः सामान्यतः भवति यथा ब्रू योग पित् अस्ति चेत् ब्रू तिप् अस्ति चेत् ब्रूति ब्रूति इति भवितुम् अर्हति परन्तु अत्र अत्र ब्रूयोगः अव् ब्रूति इति ब्रू तिप् इति स्थितिः अस्तु अनन्तरं ब्रू ईट् मध्ये ईट् आगच्छति ईट् आगच्छति ब्रू ईट् ति इति आगच्छति आगमः इति किमर्थं वदति स्थाने नास्ति नूतन आगच्छति आदेशः नास्ति कस्य किमर्थं पूर्वम् आगच्छति किमर्थं ति इति अनन्तरं न आगच्छति ओ आगम सर्वत्र वदतु महोदय आद्यन्तौ टकितो इति स्त्रीण वा आम् आद्यन्तौ टकितौ उत्तमम् उत्तमं वदतु तथा ईट् परे पूर्वम् आगच्छति ईट् कीदृशप्रत्ययः अस्ति टित् वा कित् वा अतः आदौ आगच्छति अतः एव यदि टित् कित् अथवा मित् अस्ति ते आगमाः भवन्ति आगमः इति कथं ज्ञायते टित् कित् मित् अस्ति चेत् आगमः अस्ति तस्य स्थाने न भवति पूर्वम् अनन्तरम् अथवा अनन्तरं भवति टित् चेत् आदौ मित् कित् चेत् अनन्तरं मित् चेत् मिदचोन्त्यात् परः इति मध्ये आगच्छति अवगच्छन्ति वा अतः एव आगमः इति किमर्थम् इत्युक्ते टित् कित् मित् इति अस्ति चेत् एव झटिति ज्ञातुं शक्यते आगमः इति न तु आदेशः यदि किमपि आगच्छति तत् कुत्र भवति इत्यपि ज्ञातव्यं खलु अतः टित् वा कित् वा मित् वा भवति तत्र इदानीं स अवगच्छति वा अहं यद् उक्तवती अतः ईट् पूर्वम् आगच्छति ति इत्यस्य पूर्वम् अतः ब्रू ईट् ति इति अस्ति तत्र हलन्त्यम् इति टकारस्य लोपः अनन्तरं ब्रू योग ई योगाति ब्रू योग ईति इति अस्ति तत्र ऊकारस्य गुणः भवति ब्रूकारस्य ब्रो भवति अनन्तरं ब्रो योगः ई तत्र एचो आयवायावः सूत्रेण ब्र योगः औ अनन्तरम् इति ब्रवीति ब्रवीति इति भवति अत्र तिप् इति कारणेन परन्तु तात् यदा आगच्छति तदा किं भवति तदा ईट् ईड् आगमस्य निषेधः भवति ईट् न आगच्छति ब्रू योगः तात् एव भवति ब्रू तात् किमर्थं निषेधः भवति तात् प्रत्ययः यदा आगच्छति किमर्थं निषेधः भवति तात्रङ्ग् ङित् अस्ति अतः किङ्ति ङिच्च सूत्रस्य प्रसक्तिः अस्ति ङित्वात् गुण ङिच्च इति न पूर्वं वाक्यं पश्यतु किन्तु ङित्वात् पित्वं न मन्यते इत्यस्मात् अत्र ब्रुव ईट् इत्यस्य प्रसक्तिर्नास्ति इति ङित् इति अस्ति इति कारणेन पित्वं पित् यदि ब्रूव ईट् सूत्रं पित् यदा भवति तदा एव कार्यं करोति परन्तु ङित् इति कारणेन पित्वं गच्छति अतः ईडागमः न आगच्छति तत्रापि नित् इति अस्ति इति कारणेन एव ब्रूव इट् इति सूत्रस्य प्रसक्तिः न भवति. अतः सर्वत्रापि नकारः कथं गुणनिषेधं कारयति, वृद्धिनिषेधं कारयति, सम्प्रसारणं कारयति, अपि च ईट् आगमस्य निषेधं कारयति इति प्रदर्शित महोदयः प्रदर्शितवान्. अवगच्छन्ति खलु? अस्तु, इदानीम् अस्मिन् विषये प्रश्नः अस्ति वा अग्रे? न भगिनि, न सम्यक् अस्ति. अत्र इदानीं अन्तिमद्वादशमे कृते कानिचन विषय तत् भवन्तः पठितवन्तः वा? अवगच्छन्ति वा? अत्र पठामः वा मिलित्वा? पठामः, एकवारं पठामः भगिनि, एकवारं पठामः. कोऽपि पठति वा? राजी भगिनी पठति वा? आं भगिनि. गुणवृद्धि प्रति प्रतिषेधसम्प्रसारणाद्य अर्थतया सम्भवत्प्रयोजनङ्कारे तातङ्की मन्तरं प्रवृत्तः परेण बाध्यते. गुणवृद्धिप्रतिषेधसम्प्रसारणाद्य अर्थतया अत्र गुणवृद्धिनिषेधः सम्प्रसारण आदि अर्थता तया तातङ्की नित्वस्य विभिन्नानि प्रयोजनानि सन्ति. तेषां प्रभावेन अग्रे उच्यते किं भवति. सम्भवत् प्रयोजनङ्कारे तातङ्की मन्थरं प्रवृत्तः सम्भवत् एकक्षणम् अवगच्छति वा? गुणवृद्धि प्रतिषेध सम्प्रसारणादि अर्थतया इत्युक्ते तत्र पद गुणवृद्धि गुणवृद्धि निषेध सम्प्रसारण आदि अर्थाः आदि कार्यचतुष्टयम् अस्ति खलु तदेव. तातङ्गी नित्वस्य विभिन्नानि प्रयोजनानि सन्ति, तेषां प्रभावेन अग्रे उच्यते किं भवति इति. प्रयोजन नकारे तातङ्गी मन्त्रं प्रवृत्तः सम्भवत्प्रयोजन नकारे इत्युक्तौ यस्य प्रयोजनकारे नकारे इत्युक्तौ यस्य नकारस्य सम्भाव्यप्रयोजनानि विभिन्नप्रयोजनानि अनङ् आदेशे नित्वस्य अनन्यप्रयोजनं न विद्यते. अन्यप्रयोजनं यस्य तत् अनन्यप्रयोजनं तातङ् आदेशस्य नित्वस्य विभिन्नप्रयोजनानि सम्भवन्ति. प्रयोजनानि अन्यानि अपि यस्य सः सम्भवत्प्रयोजनः तादृशनकारयुक्तादेशे तातङ्गि निच्च इति सूत्रं प्रति शिथिला मन्तरगतिः आयाति. अवगच्छति वा भवती? एकवारं वदतु भगिनि. अत्र अनङ् इति आदेशः तस्य अन्यप्रयोजनं नास्ति इति पूर्वमेव उक्तं खलु. इयङ् उवङ् इव अनङ् अपि तस्य अन्यप्रयोजनं नास्ति, केवलम् अन्तादेशः एव अनन्यप्रयोजनम् अस्ति. न विद्यते अन्यप्रयोजनं यस्य तद् अनन्यप्रयोजनम् इति. तातङ् आदेशस्य ङित्वस्य विभिन्नप्रयोजनानि सम्भवन्ति, तत्तु वयं परिशीलितवन्तः. तातङ् इत्यस्य विभिन्नप्रयोजनानि सन्ति खलु? प्रयोजनानि अन्यानि अपि यस्य सः सम्भव सम्भवत् प्रयोजनः यस्य अन्यप्रयोजनमपि अस्ति तत् सम्भवत् प्रयोजनं भवति. अन्यप्रयोजनं कुत्र? तातङ्ग् इत्यस्य अन्यप्रयोजनमपि अस्ति खलु. अस्तु अस्तु. तातङ्ग् इत्यस्य ङकारस्य अन्यप्रयोजनमपि अस्ति. तादृश ङकारयुक्त आदेशः तातङ्गि णिच्च इति सूत्रं प्रति शिथिलता मन्तरगतिः आयाति. इदानीं यदि अन्यप्रयोजनमपि अस्ति तदा णिच्च इति सूत्रस्य किञ्चित् तस्य कार्यवीर्यं न्यूनं भवति तस्य सूत्रस्य. पूर्णतया तत् कार्यं कर्तुं तावत् कर्तुं न शक्नोति. शिथिलता इत्युक्ते जानन्ति खलु दौर्बल्यं, दुर्बलः भवति, दौर्बल्यं. निच्च इति सूत्रं दुर्बलं भवति इति. यदि अन्यप्रयोजनमपि भवति तदा अन्तादेशविषये तस्य दुर्बलता भवति. अतः स निच्च इति सूत्रम् अपवादसूत्रं भवितुं नार्हति. अग्रिमपङ्क्तिः अस्ति खलु, तत्र इहोत्सर्गापवादयोरपि समबलत्वात् उत्सर्गः इत्युक्ते कः जानन्ति वा? सामान्यनियमः. अत्र सामान्यनियमः अस्ति अनेकाश्चित् सर्वस्य. अपवादः अपि अस्ति णिच्च. णिच्च इति सूत्रस्य अन्यप्रयोजनमपि अस्ति इति कारणेन तस्य किञ्चित् शिथिलं भवति, बलं न्यूनं भवति. अतः अनेकाश्चित् सर्वस्य निच्च इति सूत्रद्वयमपि समबलं भवति. सामान्यतः यदि अनन्यगतिकतया तस्य केवलम् एकमेव कार्यम् अन्तादेशः तदा निच्च इति सूत्रम् अतीवबलेन कार्यं करोति, तदेव प्रथमम् आयाति. इदानीम् अन्यकार्याणि सन्ति तदेव करोति, अत्र बलं नास्ति अस्मिन् विषये. अनेकाश्चित् सर्वस्य तयोः द्वयोः अपि समानबलं भवति. अवगच्छन्ति वा न वा? प्रश्नः अस्ति वा? इह इत्युक्ते अत्र उत्सर्ग अपवादयोः अपि समबलत्वात् इत्युक्ते सामान्यसूत्रस्य अपवादसूत्रस्य अपि समबलमेव भवति. अनेन तातङ्गि णित्वस्य णिच्च इति सूत्रं प्रति अपवादबलं न निर्वहति. अतः अपवादरूपेण कार्यं कर्तुं न शक्नोति णिच्च. यदि एकं सूत्रम् अपवादसूत्रं भवति तस्य बलं बहु अधिकं भवति. यद्यपि पूर्वसूत्रं परसूत्रम् इति किमपि न पश्यामः, अपवादसूत्रम् अस्ति चेत् तदेव प्रथमं कार्यं करोति. परन्तु इदानीं णिच्च इति सूत्रमपि अस्ति, अनेकाश्चित् सर्वस्य सूत्रमपि समबलम् अस्ति. अतः सूत्रसङ्ख्यां पश्यति चेत् अनेकाल् परसूत्रं वा णिच्च परसूत्रं वा? अनेकाल् परसूत्रमस्ति. अनेकाल् परसूत्रं यदा समबलं भवति तदा परसूत्रमेव कार्यं करोति. सपादसप्ताध्याय्याम् अतः इदानीं किं सूत्रं कार्यं कर्तुं शक्नोति? अनेकाश्चित् सर्वस्य. अनेकाश्चित् सर्वस्य. यदि णिच्च इति ङकारस्य अन्यप्रयोजनमेव नास्ति, केवलम् अन्तादेशः, तदा कथं भवति? तदा णिच्च इति सूत्रं अपवादसूत्रं भवति, तस्य बलं भवति, अतः यद्यपि पूर्वसूत्रं तथापि कार्यं करोति, परन्तु अन्यकार्यं किमपि नास्ति, अन्यानि कार्याणि अपि ङकारस्य भवति चेत् तदा ङकारस्य इत्संज्ञा तु तत्र णिच् इति सूत्रस्य बलं न कारयति, शिथिलीकरोति। भगिनी, अत्र तातङ्गः कृते एव द्वयोः समबलं भवतः खलु भवति, तातङ्ग् इति विषये अन्यत्र कापि भवितुम् अर्हति अन्य उदाहरणानि, परन्तु अत्र तातङ्ग् इति विषये, परन्तु यदि इयङ् वङ् स्वीकरोति तत्र किं भवति? तत्र तु निच्च अपवादसूत्रं भवति, किमर्थं चेत् अत्र नित् इत्यस्य प्रयोजनं तथैव किमपि नास्ति, अत्र प्रयोजनं तु अलोन्त्यस्य कृते एव, अलोन्त्यस्य अत्र आदेशः कृते एव तस्य प्रयोजनं, तत् कारणात् इदानीं तु सम्यक् अवगच्छामि भगिनि। एकमेव प्रयोजनम् अस्ति चेत् तस्य बलम् अधिकं भवति, एकमेव कार्यं तदपि न करोति तदा व्यर्थं भवति तत् सूत्रम्। अन्यानि कार्याणि सन्ति इति कारणेन ङकारस्य इत् अस्ति, तदा तस्य बलं न भवति, अतः सूत्रसङ्ख्यां यदि पश्यामः परकार्यम् इति कारणेन अनेकाचित् सर्वस्य एव कार्यं करोति। इदानीम् अवगच्छन्ति? प्रश्नाः सन्ति चेत् पृच्छन्तु, नो चेत् समापयामः। यदि अस्ति चेत्, यदि अस्ति तर्हि आगामि चिन्तनकक्षायां पृच्छामि भगिनि। अस्तु, इदानीं तु किञ्चित् पठनस्य आवश्यकता अस्ति, किञ्चित् तदनन्तरमेव प्रायः सन्देहः आगच्छन्ति, सन्देहाः आगच्छन्ति। मिलामः वा? अस्तु भगिनि, अस्तु, धन्यवादः, शुभरात्रिः। धन्यवादः, शुभरात्रिः।